गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुः अस्माकं नूतनन्यायवर्गे सर्वेषां स्वागतम्। किञ्चिदिव वयं कुत्र स्मः इति अहं वदामि, तदनन्तरं साक्षात् पाठं प्रति गच्छामः। प्रतियोगितायाः सम्बन्ध अवच्छिन्नत्वम् इत्यत्र स्मः, तदेव पाठस्य शीर्षकमस्ति, प्रतियोगितायाः सम्बन्ध अवच्छिन्नत्वम् इति। किमर्थम् एतत् चिन्तनम् इति चेत्, शब्दगुणकम् आकाशम् इति आकाशस्य लक्षणं कृतम्। तत्र शब्दगुणकम् इत्यत्र गुण इति पदं योजितम् अस्ति। गुणः गुणिनि समवायसम्बन्धेन वर्तते इति अस्माभिः अधीतम्। लक्षणे गुणपदयोजनेन समवायसम्बन्धः सूचितः इति मुख्यतर्कः अत्र। सम्बन्धः अवच्छेदकत्वेन कार्यं कर्तुं शक्यते वा इति पृष्टे सति, आम् कर्तुं शक्यते। यत्र एकः एव द्रव्यम्, अनेकेषु एकमेव द्रव्यम् अनेकेषु अधिकरणेषु भिन्नभिन्नसम्बन्धेन वर्तते, तत्र द्वयोः आधेयतायोः भेदसाधनार्थं सम्बन्धस्य अवच्छेदकत्वेन स्वीकारः अनिवार्यः इति अस्माभिः पठितम्। तत्र पञ्चस्थलं स्वीकृत्य सर्वत्र घटः एव आधेयः, सा आधेय घटे आधेयता अस्ति, सा आधेयता घटत्वेन एव अवच्छिन्ना। अतः आधेयतायाः मध्ये भेदः केवलं घटत्वं स्वीकृत्य न साधयितुं शक्यते इति वस्तुस्थितिः आसीत्। किन्तु तत्र अधिकरणं भिन्नं भिन्नम् अस्ति, अपि च तत्र सम्बन्धः यदा घटः भूतले भवति तत्र संयोगसम्बन्धेन भवति, ज्ञाने भवति तत्र विषयितासम्बन्धेन भवति, काले भवति चेत् कालिकासम्बन्धेन, स्वस्मिन् तादात्म्यसम्बन्धेन, कपाले समवायसम्बन्धेन इति। तत्र सम्बन्धः भिन्नभिन्नः इति कृत्वा सम्बन्धम् अवच्छेदकधर्मत्वेन, किमर्थमित्युक्ते तत्र सम्बन्धः द्विनिष्ठः, आधेये अपि सम्बन्धः वर्तते, अधिकरणे अपि सम्बन्धः वर्तते इति कृत्वा, तत्र आधेये सम्बन्धः अस्ति इति कृत्वा सम्बन्धस्य अवच्छेदकत्वेन स्वीकृत्य आधेयतायोः मध्ये भेदः अस्माभिः साधितः। हा, कथं साधितम् इति चेत्, ज्ञाननिष्ठ अधिकरणतानिरूपित विषयितासम्बन्धावच्छिन्न घटत्वावच्छिन्न आधेयता इति एकस्मिन् पार्श्वे। यत्र घटः ज्ञाने वर्तते तत्र घटे या आधेयता अस्ति सा आधेयता का इति चेत्, ज्ञाननिष्ठ अधिकरणतानिरूपित विषयितासम्बन्धावच्छिन्न घटत्वावच्छिन्न आधेयता। पुनः कालनिष्ठ अधिकरणतानिरूपितकालिकासम्बन्धावच्छिन्न घटत्वावच्छिन्न आधेयता। यत्र घटः काले वर्तते, महाकाले वर्तते, तत्र आधेयता एवमस्ति, कालनिष्ठ अधिकरणतानिरूपितकालिकासम्बन्धावच्छिन्न घटत्वावच्छिन्न आधेयता इति आधेयतायाः मध्ये भेदः साधितः अस्माभिः। तदेव तर्कं स्वीकृत्य अभावस्थले अपि, तत्र अभावस्थले प्रतियोगी अनियोगी अपि च अनयोः मध्ये प्रतियोगिता अनियोगिता भावः वर्तते इति अस्माभिः पूर्वमेव अधीतम्। तत्रापि सम्बन्धः प्रतियोगितायाः अवच्छेदकः भवति इति पठितम्। इदानीं यदा भूतले घटः नास्ति इति अत्यन्त अभावः, अत्यन्त अभावस्य उदाहरणं भवति भूतले घटः नास्ति इति. तादृश अभावस्थले, अत्यन्त अभावस्थले भूतले घटाभावः वर्तते. यदि भूतले घटः वर्तते सः घटः संयोगसम्बन्धेनेव भवति इति वयं जानीमः. द्रव्ययोः मध्ये संयोगसम्बन्धः एव भवति. भूतलमपि द्रव्यं, घटः अपि द्रव्यम् इति कृत्वा यदि भूतले घटः वर्तते सः घटः संयोगसम्बन्धेनेव भवति. इदानीं घटः भूतले नास्ति इति वस्तुस्थितिः, इत्युक्ते भूतले घटाभावः अस्ति. इदानीं केन सम्बन्धेन घटः भूतले नास्ति इति चेत् संयोगसम्बन्धेन नास्ति. अभावे अनियोगिता वर्तते, घटे प्रतियोगिता वर्तते. यदि घटः भूतले अभविष्यत् तर्हि संयोगसम्बन्धेनैव अभविष्यत्. अतः भूतले संयोगसम्बन्धेन घटः नास्ति इति वयं वदामः. हा, इतोपि किञ्चित्, केवलं भूतले संयोगसम्बन्धेन घटः नास्ति इति तु न, यस्मिन् समये घटः भूतले वर्तते तस्मिन्नेव समये घटः समवायेन भूतले नास्ति इत्यपि वक्तुं शक्यते. घटः समवायेन कुत्र भवति? स्वस्मिन् कारणे, कपाले एव समवायेन सम्बन्धेन भवति. अतः भूतले समवायसम्बन्धेन न भवति इति वाक्यं तु सत्यं, तत्र किमपि दोषः नास्ति. किन्तु यदा कदापि न भवति, घटः समवायेन भूतले यदा कदापि न भवति इत्यतः अनेन वाक्येन एतादृशं वदामश्चेत् किं प्रयोजनम् इति अस्माकं मनसि प्रश्नः उदेत्येव. तत्र प्रयोजनं किम्? किमर्थम् एतादृशवाक्यं वदामश्चेत् यद्यपि वाक्यं सत्यमस्ति तथापि तस्य तद्वाक्यं निरर्थकं वा? नो चेत् तादृशवदनेन किमपि प्रयोजनम् अस्ति वा इति चिन्तनार्थं तत्र करपत्रम् आयोजितम् अस्ति. इदानीं तत्र स्मः वयं. किञ्चिदिव गतवर्गे करपत्रं पठितं, किन्तु वयं किं कुर्मः, पुनः आरम्भतः पठित्वा अग्रे गच्छामः. इदानीं विजया भगिनी, भवती आरब्धुम् इच्छति वा? तत्र भूतले समवायसम्बन्धेन घटः नास्ति इति इति करपत्रमस्ति ततः. भूतले श्रूयते वा जि? हा, श्रूयते भगिनि. भूतले समवायसम्बन्धेन घटः नास्ति, एतत् शीर्षकमस्ति तत्र. प्रतिपक्षी, भूतले समवायसम्बन्धेन घटो नास्ति इति कथनप्रसङ्गे प्रश्नः. भूतले घटः अस्ति संयोगसम्बन्धेन, न तु समवायसम्बन्धेन. तर्हि अस्य वाक्यस्य अर्थः कः, मूल्यं च किम्? समवायसम्बन्धेन भूतले घटः न कदापि भवति. एतत् विषये पूर्वपक्षी उक्तम्, अनन्तरं सिद्धान्ती तत्र प्रतिवादनरूपेण तत्र अस्ति, अवयव अवयविनोः समवायसम्बन्धः भवति. घटः अवयवी, तस्य अवयवः अस्ति कपालः, तयोः कः सम्बन्धः? समवायः. इत्थं च घटः समवायसम्बन्धेन कुत्र अस्ति? कपाले. भूतले तु नास्ति. तर्हि समवायसम्बन्ध अवच्छिन्न घटत्व अवच्छिन्न प्रतियोगिताक इत्युक्ते तत्र निरूपितं, घट अभावः भूतले भवति. कुत्र नास्ति कपाले? एतत् सर्वं भवता एव विवरणं कृतं भवता. किन्तु स्वस्य शब्देन किञ्चिदिव वदतु अत्र भवत्याः अवगमनं किम्. अस्तु जि, भूतले समवायसम्बन्धेन एव घटः अस्ति, घटः नास्ति समवायसम्बन्धेन, संयोगसम्बन्धेन एव तत्र भूतले घटः इति सम्बन्धः द्वयोर्मध्ये. भूतले समवायसम्बन्धेन घटः नास्ति इति कथनप्रसङ्गे प्रश्नः किम् अस्ति चेत्, भूतले घटः अस्ति संयोगसम्बन्धेन एव, समवायसम्बन्धेन. तत्र समवायसम्बन्धेन भूतले घटः न कदापि भवितुम् अर्हति. अवयवीनोः समवायसम्बन्धः किम् अस्ति चेत्, घटः अवयवी, अनन्तरं कपालः एव अवयवः. तयोः मध्ये कः सम्बन्धः इत्युक्ते समवायसम्बन्धः. पूर्वमेव वयं दृष्टवन्तः भूतले समवायसम्बन्धेन घटः नास्ति इति, अनन्तरं संयोगसम्बन्धेन एव द्वयोर्मध्ये सम्बन्धः अस्ति इति. अनन्तरं समवायसम्बन्धेन भूतले तु नास्ति, तर्हि समवायसम्बन्ध अवच्छिन्नघटत्व अवच्छिन्नप्रतियोगिता, एतत् किञ्चित् क्लेशः अस्ति तत्र किम् अस्ति इति. इदानीं तत्र घटाभावः भूतले नास्ति, घटाभावः भूतले अस्ति इति चिन्तयतु. तत्र केन सम्बन्धेन घटाभावः भूतले अस्ति इति चेत्, समवायसम्बन्ध अवच्छिन्न घटत्वावच्छिन्न प्रतियोगिता क घटाभावः भूतले अस्ति इति. तत्र केन सम्बन्धेन अवच्छिन्नम् इति नैयायिकानां शैल्याम् अत्र उक्तमस्ति. किन्तु अस्मिन् परिच्छेदे मुख्यतर्कः कः? इदानीं कुत्र नास्ति कपाले इति किमर्थम् उक्तम् इति अवगच्छति वा? गत अभावः अनियोगित तत्र गत अभावः भूतले भवति परन्तु कपाले नास्ति इति घटत्व अवच्छिन्न प्रतियोगितायां, तत्र प्रतियोगिता इत्युक्ते भवता उक्तं स्वार्थे इति. एतत् विषये तत्र भूतले घट समवाय एतत् तत्र किञ्चित् क्लेशः अस्ति जि. भवतु, तत्र किञ्चित् जाटिल्यम् अत्र यत्र यत्र प्रतियोगी इति चिन्तनं भवति तत्र किञ्चिदिव जाटिल्यम् इव भासते. किन्तु तत्र वस्तुतस्तु तत्र जाटिल्यं किमपि नास्ति, किन्तु तादृशं भासते एव सर्वेषाम्. अतः अत्र पश्यतु, सिद्धान्ती किं वदति, प्रतिपक्षिणः प्रश्नं किम् इति चेत्, तत्र यदा कदापि भूतले समवायसम्बन्धेन घटः न भवत्येव इति, त्रिषु कालेषु यदा कदापि समवायसम्बन्धेन भूतले घटः न भवत्येव इति वयं जानीमः. अतः भूतले समवायसम्बन्धेन घटः नास्ति इति किमर्थं वक्तव्यं? व्यर्थम् अस्ति तद्वाक्यम् इति. तत्र किमर्थम् एतादृशवाक्यं रचयति, अनेन किं प्रयोजनम् इति पूर्वपक्षी पृच्छति. तस्य तत्र स्थूलरीत्या उत्तरत्वेन प्रथमं सिद्धान्ती वदति, समवाय तत्र घटः कपाले समवायसम्बन्धेन भवति इति कृत्वा तत्र प्रतियोगी अस्ति, प्रतियोगी दर्शयितुं शक्यते. कुत्र? कपाले. समवायसम्बन्ध अवच्छिन्नप्रतियोगिता कपाले दर्शयितुं शक्यते, घटत्वावच्छिन्नसमवायसम्बन्ध अवच्छिन्नप्रतियोगिता इति कपाले दर्शयितुं शक्यते. इदानीम् एकस्मिन् अवसरे प्रतियोगिता दर्शयितुं शक्यते चेत् तस्य अभावः तत्र तस्य अभावः इत्युक्ते द्रव्यस्य तस्य द्रव्यस्य यः प्रतियोगी अस्ति तस्य अभावः अन्यत्र सर्वत्र वक्तुं शक्यते इति बोधनार्थं सिद्धान्ति एवं वदति समवायसम्बन्ध अवच्छिन्नघटत्वावच्छिन्नप्रतियोगिताकघटाभावः भूतले भवति इति वदामि चेत् तत्र प्रथमं वक्तुं शक्यते इति बोधनार्थम् एतद् परिच्छेदं दत्तमस्ति किमर्थं वक्तुं शक्यते इति चेत् कपाले समवायसम्बन्ध अवच्छिन्नघटत्वावच्छिन्नप्रतियोगिता घटाभावः कपाले कदा भवति तत्र गतवर्गे विद्याभगिन्या उक्तं किल इदानीं तत्र कपालद्वयमस्ति तयोः मध्ये संयोगसम्बन्धः न जातः तत्र घटः न निर्मितः इत्यस्मिन् सन्दर्भे घटे तत्र कपाले घटः घटाभावः अस्ति पुनः अहं वदामि कपालः अस्ति तत्र कपालद्वये इदानीमपि संयोगसम्बन्धः न अभवत् तत्र कपालः कपालरूपेण एव तिष्ठति इदानीं तस्मिन् कपाले घटः नास्ति किल एतावत्पर्यन्तं संयोगः न जातः इति कृत्वा तस्मिन् कपाले इदानीं घटः नास्ति घटः नास्ति इत्युक्ते घटाभावः अस्ति कुत्र कपाले सा च सः च घटाभावः इदानीं समवायसम्बन्ध अवच्छिन्नघटत्वावच्छिन्नप्रतियोगिताकघटाभावः इति कपाले वर्तते यदि घटः घटस्य उत्पन्नं भवति तर्हि तस्मिन् समवये तत्र कपाले समवायसम्बन्ध अवच्छिन्नघटत्वावच्छिन्नप्रतियोगिताकघटाभावः नास्ति इति तत्र कपाले प्रतियोगी दर्शयितुं शक्यते इत्यतः एकस्मिन् समये एकस्मिन् अधिकरणे प्रतियोगी भवितुम् अर्हति चेत् अन्यत्र सर्वत्र तादृश अभावः वक्तुं शक्यते इति तावदेव अत्र सिद्धान्ति वदति अस्तु इतोपि किञ्चित् अग्रे चर्चा भविष्यति तत्र इतोपि किञ्चित् स्पष्टता जायते अस्तु विद्याभगिनी अग्रे पठति वा प्रतिपक्षी इति प्रतिपक्षी अधुना कस्मिंश्चित् भूतले एकः घटः अस्ति मम पुरतः अस्ति घटः स च घटः संयोगसम्बन्धेन भूतले शारीरिकरूपेण भूतले घटं पश्यामि घटः भूतले सत्यपि समवायेन तु नास्ति अपि तु संयोगसम्बन्धेन अतः घटः भूतले नास्ति समवायसम्बन्धेन इति तु वाक्यं सत्यं किन्तु निरर्थकम् अस्ति यतोहि घटः भूतले अस्ति एव तर्हि अस्य कथनेन लाभः कः वस्तुतः अभावः नास्ति घटः संयोगसम्बन्धेन भूतले अस्ति एव पश्यामि घटं तर्हि वाक्यं भूतले समवायसम्बन्धेन घटः नास्ति इति तु सत्यं किन्तु घटः तु भूतले अस्ति एव केवलं समवायसम्बन्धेन वक्तुं न शक्यते यतोहि संयोगसम्बन्धेन अस्ति न तु समवायसम्बन्धेन अपि सर्वोपरि अस्ति इदं तथ्यं यत् अभावः नास्ति घटः शारीरिकरूपेण अस्ति भूतले तर्हि इदानीम् अत्र परिस्थितिः का इति चेत् अत्र भूतले घटः अस्ति भूतले घटः केन सम्बन्धेन भवति इति चेत् संयोगसम्बन्धेन भूतले घटः अस्ति द्रव्ययोः मध्ये संयोगसम्बन्धः इति कृत्वा संयोगसम्बन्धः तर्हि इदानीम् अत्र प्रतिपक्षी आक्षेपयति अत्र भूतले घटः अस्ति संयोगसम्बन्धेन अस्ति तर्हि शारीरिकरूपेण वयं द्रष्टुं शक्नुमः अत्र घटः अस्ति भूतले तर्हि अत्र भूतले घटः नास्ति इति न वक्तुं शक्नुमः परन्तु भूतले घटः समवायसम्बन्धेन नास्ति इति तु सत्यं यतोहि संयोगसम्बन्धेन अस्ति तर्हि घटः भूतले समवायसम्बन्धेन नास्ति इति वाक्यं सत्यं परन्तु अत्र अभावः इति वक्तुं न शक्नुमः, यतोहि घटः साक्षात् दृश्यते. तर्हि अत्र अस्य कथनेन कः लाभः? इदानीम् अत्र समवायसम्बन्धेन नास्ति इति कथनेन कः लाभः? यतोहि अभावः एव नास्ति, अतः घटः अत्र साक्षात् दृश्यते समवायसम्बन्धेन इति एव अत्र तात्पर्यं. तत्र इत्युक्ते अत्र अन्ततो गत्वा सारांशः कः इति चेत्, अत्र घटः दृश्यते घटः संयोगसम्बन्धेन अस्ति, अतः समवायसम्बन्धेन नास्ति इति तु सत्यं, परन्तु अभावः इति तु न वक्तुं शक्नुमः इति प्रतिपक्षी वदति. समीचीनं भगिनि. हा, तदेव यत् यद्भवत्या उक्तम्, इदानीं घटः साक्षात् पुरतः अस्ति इति कृत्वा किमर्थं भोः अभावः अस्ति, घटाभावः अस्ति इति किमर्थं वदति? समवायसम्बन्धेन घटाभावः अस्ति इति किमर्थं वदति? अस्य प्रयोजनं किम् इति इदानीमपि प्रश्नः अस्ति इति. भवती एव अग्रे अपि पठतु भगिनि. अस्तु सिद्धान्ति, इदानीं यदुक्तं भवता घटः अस्ति घटाभावः नास्ति, किन्तु अस्मिन् प्रसङ्गे किञ्चित् चिन्तनीयं भवति. यतोहि समवायसम्बन्धेन घटः भूतले नास्ति इति वाक्यं तु सत्यमेव. सत्यम् इत्युक्ते कथम् उत्पादनीयं, तद्वाक्यं सत्यम् इति चेत् विस्तरेण कथं वक्तव्यम् अस्माभिः, येन वार्ता स्पष्टं स्यात्. तर्हि इदानीम् अत्र सिद्धान्ति वदति, सः अङ्गीकरोति भवता यदुक्तं तत्तु समीचीनमेव, घटः भूतले समवायसम्बन्धेन नास्ति परन्तु अत्र संयोगसम्बन्धेन अस्ति इति कृत्वा घटाभावः नास्ति, तत्तु सत्यमेव. परन्तु इदानीम् अत्र इतोपि किञ्चित् विवरणीयं कथं वक्तव्यम्. अत्र समवायसम्बन्धेन घटः भूतले नास्ति इत्यपि सत्यं, तस्य विवरणं कथं वक्तव्यम् अत्र स्पष्टीकरणार्थम्, अत्र कीदृश अभावः इति स्पष्टीकरणार्थं कथं वक्तव्यम् इति तस्मिन् विषये अग्रे आयास्यति. अग्रिमपरिच्छेदमपि भूतले उत्पादनीयम् इत्युक्ते तत्र निरूपितम् एव खलु? हा, सत्यम् उत्पादनीयं, कथं सत्यम् इत्युक्तौ कथम् उत्पादनीयम् इत्युक्ते कथं निरूपणीयं तत्र सत्यम् इत्यपि तत्र प्रयोजनं किम् इति वक्तव्यम्. हा, भूतले संयोगसम्बन्धावच्छिन्नप्रतियोगिताकघटाभावः नास्ति, समवायसम्बन्धावच्छिन्नप्रतियोगिताकघटाभावः अस्ति, अतः तत् वाक्यं सत्यं. ज्ञानस्य सत्यत्वप्रतिपादनार्थम् एवं विवरणम् उचितम् एव. अस्तु, इदानीम् अत्र भूतले घटः अस्ति संयोगसम्बन्धेन, तर्हि तादृश अभावः नास्ति, अतः अत्र वाक्यं किम् अस्ति इति चेत् संयोगसम्बन्धः अस्ति, तदेव अवच्छेदकधर्मः, एकः धर्मः. संयोगसम्बन्ध अवच्छिन्नप्रतियोगिताकघटाभावः भूतले नास्ति इत्युक्ते अत्र भूतले संयोगसम्बन्धेन घटः अस्ति, अतः तादृश अभावः नास्ति, अतः संयोगसम्बन्ध अवच्छिन्नप्रतियोगिताकघटाभावः इत्युक्ते घटे प्रतियोगिता अस्ति, भूतले घटः संयोगेन अस्ति, अतः संयोगसम्बन्ध अवच्छिन्नप्रतियोगिताकघटाभावः नास्ति. परन्तु भूतले घटः समवायसम्बन्धेन नास्ति, अतः तादृश अभावः अस्ति, अतः अत्र समवायसम्बन्धावच्छिन्नप्रतियोगिताकघटाभावः अस्ति. इदानीम् अत्र घटे प्रतियोगिता अस्ति, भूतले समवायसम्बन्ध अभावः अस्ति, घटः तादृशसम्बन्धेन नास्ति, अतः इदानीम् अत्र तत् वाक्यं तु सत्यमेव, अतः तस्य विवरणं कथं करणीयं न, तद्वाक्यं सत्यं. ज्ञानस्य सत्यत्वप्रतिपादनार्थम् एवं विवरणम् उचितमेव. अस्तु, अत्र वाक्यं समवायसम्बन्ध अवच्छिन्नप्रतियोगिताकघटाभावः इति वदामः चेत् तत्र भूतले समवायसम्बन्धेन घटः नास्ति इति प्रतिपादनं भवति. आम्, तत्र एतावत्पर्यन्तं तत्र वार्ता किं, प्रयोजनं किम् इति न उक्तं, किन्तु तत्र वाक्यं तु सत्यमेव, समवायसम्बन्ध अवच्छिन्नप्रतियोगिताकघटाभावः भूतले अस्ति एव. ज्ञानं तत्र भ्रमः नास्ति, तत् वाक्यं तु सत्यं. ज्ञानं प्रमात्मकमस्ति चेत् तत्र येन केनापि उपायेन तस्य ज्ञानस्य सत्यत्वप्रतिपादनम् अस्माभिः करणीयम् इति स्थितिः इदानीं. तत्र कथं वा कुर्मः इति अग्रे पश्यामः. धन्यवादः भगिनी. रघुपतिमहोदय भवान् पठतु अग्रे. आम् महोदय. यथा चैत्रः धनवान्, धनं वित्तकोषे अस्ति, चैत्रस्य हस्ते न, अतः संयोगसम्बन्धेन धनं नास्ति, संयोगसम्बन्धावच्छिन्ना प्रतियोगिता प्रतियोगिताक धनाभावः सत्त्वे सति अपि स्वस्वामित्वसम्बन्धावच्छिन्नप्रतियोगिताकधनाभावः नास्ति. चैत्रः तस्य धनस्य स्वामी अस्ति, अतः एतत् वाक्यं सत्यमस्ति. एवं रीत्या ज्ञानप्रमाणनिरूपणार्थं विवरणं दातव्यं भवति. अत्र एकम् उदाहरणमस्ति. चैत्रस्य पार्श्वे धनम् अस्ति, परन्तु तद्धनं वित्तकोषे अस्ति, चैत्रस्य हस्ते न. यदा चैत्रस्य हस्ते अस्ति चेत् संयोगसम्बन्धेन भवति, परन्तु अत्र नास्ति, अतः संयोगसम्बन्धावच्छिन्न प्रतियोगिता कधनाभावः अस्ति चैत्रे, धनाभावः अस्ति, परन्तु तस्य धनस्य स्वामी अस्ति, अतः स्वस्वामित्वसम्बन्धावच्छिन्न प्रतियोगिता कधनाभावः नास्ति इति. तस्य धनस्य स्वामी अस्ति, अतः स्वस्वामित्वसम्बन्धावच्छिन्न प्रतियोगिता कधनाभावः धन अभावः नास्ति इति अस्ति. चैत्रः तस्य धनस्य स्वामी अस्ति, अतः एतत् वाक्यं सत्यम् अस्ति. एवं रीत्या ज्ञानप्रमाणनिरूपणार्थं विवरणं दातव्यं भवति. अन्तिमवाक्यं किमर्थम् एतावत् दत्तम् अहं न जानामि महोदय. किञ्चित् महोदय तत्र वित्तकोषे एव धनम् अस्ति, अतः तस्य श्रूयते एव चैत्रस्य अत्र महोदयस्य कनेक्षन् भग्नः जातः. भगिनी तत्र वित्तकोषे धनम् अस्ति, तस्य समीपे चैत्रस्य समीपे धनं नास्ति, अतः तत्र एतत् निरूपणार्थं ज्ञानार्थमेव तत्र दत्तम् अस्ति खलु भगिनि, विद्या भगिनी? हा हा हा सत्यं भगिनि. अपरम् अनन्तरं तत्र रीता इति उक्तं खलु, तत्र रीत्या एव दोषः अस्ति खलु, मुद्रणदोषः अस्ति भगिनि रीत्या. अस्तु भगिनि, धन्यवादः. अयः महोदयस्य गृहे विद्युत् कथा इति प्रायः अहं चिन्तयामि. भवती अग्रे पठतु भगिनि, विवरणमपि करोतु भगिनि. किञ्चित् प्रतीक्षां कुर्मः, महोदयः प्रायः आगच्छति. विद्या भगिनी पाठ भवती, विद्या भगिनी वदतु भगिनि. किं किम् अग्रे प्रकृतौ यदि अपि घटः किं पुनः वदतु, न श्रूयते. अग्रे विवरणं करोतु भगिनि. अग्रे विवरणं न, प्रायः रघुपतिमहोदय अग्रे पठतु. न जानामि एतत् किमर्थम् एतत् अस्ति इति. किं ज्ञातवान्? एवं रीत्या ज्ञानप्रमाणनिरूपणार्थं विवरणं दत्तं. एतस्य उपयोगः किम् अस्ति? न, यद्यपि अत्र तस्य समीपे तस्य तत्र चैत्रः अस्ति, तस्य समीपे धनं नास्ति, वित्तकोषे धनम् अस्ति, तर्हि तत्र संयोगसम्बन्ध अवच्छिन्न प्रतियोगिताकधनाभावः अस्ति इति तु सत्यं, परन्तु अत्र कथं निरूपणीयं, तस्य समीपे धनं नास्ति परन्तु तस्य एव धनम् अस्ति खलु, वित्तकोशे स्वस्वामित्वसम्बन्धेन धनम् अस्ति तद् तर्हि तत्र निरूपणं कथं निरूपणीयम् इत्युक्ते अत्र ज्ञानप्रमाणनिरूपणार्थं तथा वक्तव्यम् इति तावदेव. ज्ञानप्रमाणनिरूपणार्थं ज्ञानप्रमाणनिरूपणार्थम् इत्युक्ते किम्? अस्माकम् अवगमनार्थं सम्यक् अवगमनार्थं कथं वक्तव्यं यद्यपि तस्य पार्श्वे धनं नास्ति तथापि वित्तकोशे धनम् अस्ति सः एव स्वामी अस्ति धनस्य अतः कथं वक्तव्यम् इति चेत् स्वस्वामित्वसम्बन्ध अवच्छिन्न प्रतियोगिताकधनाभावः नास्ति इति वक्तव्यम् अस्माकम् अवगमनार्थम्. अग्रे पठामि किञ्चित्. पठतु. प्रकृतौ यद्यपि घटः भूतले अस्ति संयोगसम्बन्धेन समवायसम्बन्धावच्छिन्न प्रतियोगिताकघटाभावः अस्ति. प्रतियोगिभेदेन श्रूयते वा मम ध्वनिः? आम् आम् किञ्चित्. हा हा एकनिमिषम् एकनिमिषम् अहं पुनः आगच्छामि. किञ्चित् शब्दः अस्ति. अस्तु इदानीं पुनः भग्नाय अस्ति वा शुकान महोदय? न श्रूयते. न श्रूयते. अहम् आन्लैन् मध्ये पश्यामि सः अस्ति परन्तु न श्रूयते. हा पुनः भग्नः जातः. अस्तु महोदय भवान् पठतु. भगिनी तत्र प्रकृतौ इत्युक्ते प्रकृतिः इति स्त्रीलिङ्गं तत्र सप्तमे एकवचनं वा? सत्यं प्रकृतौ सत्यं. धन्यवादः. इत्युक्ते प्रकृतविषये प्रकृतौ यद्यपि घटः भूतले अस्ति संयोगसम्बन्धेन समवायसम्बन्धावच्छिन्नप्रतियोगिताकघटाभावः अस्ति. प्रतियोगिभेदेन अभावः भिन्नः भवति. प्रतियोगितावच्छेदकसम्बन्धभेदेन हरि ओम् हरि ओम् महोदय क्षम्यताम् तत्र विद्युत् पुनः पुनः खण्डितः अभवत्. इदानीं तत्र भवन्तः पठन् सन्तु निमिषद्वयेन पुनः अहम् आगच्छामि. इदानीं तत्र मोबैल् द्वारा योजितं तत्र क्लेशः भवति अतः अस्तु महोदय. शब्दः आगच्छति भगवन्त आम् अतः एव मया उक्तं तत्र. अस्तु विद्या भगिनी एतत् चलन्तुं शक्नोति वा? विद्या भगिनी सस्वामिसम्बन्धः अर्थं किं भगिनि? स्वस्वामिसम्बन्धः इत्युक्ते अत्र स्व इति धनम् इति चिन्तयतु. धनस्य स्वामी चैत्रः इति क्षम्यतां स्व इति चैत्रः स्वस्वामित्वम् अस्ति धने. ओ स्वस्वामित्वं धने अस्ति. स्व इति चैत्रः. स्व इति चैत्रः. स्वामित्वं धने अस्ति. स्वामित्वं धने अस्ति. धन्यवादः भगिनि. अस्तु महोदय वदतु इदानीम्. एकनिमिषं. प्रकृतौ यद्यपि घटः भूतले अस्ति संयोगसम्बन्धेन प्रतियोगिभेदेन अभावः भिन्नः भवति. अत्र समवायसम्बन्ध प्रतियोगितावच्च अवच्छेदकसम्बन्धेन प्रतियोगिता अवच्छेदकधर्मभेदेन अभावः भिन्नः भवति. प्रतियोगिता अवच्छेदकसम्बन्धेन अत्र संयोगसम्बन्धेन धन घटः अस्ति, परन्तु समवायसम्बन्धेन नास्ति इति. समवायसम्बन्धेन घटे घटः भूतले नास्ति. प्रतियोगिता अवच्छेदकसम्बन्धभेदेन प्रतियोगिता अवच्छेदकधर्मभेदेन किमस्ति धर्मभेदेन? धर्मभेदेन अभावः भिन्नः भवति इति. हा, अत्र सम्बन्धः अपि भिन्नः खलु. यदि अत्र घटः घटः अत्र प्रथमतया वयं वदामः घटः भूतले समवायेन नास्ति, तर्हि तत्र प्रतियोगितायाः अवच्छेदकधर्मः कः? समवायसम्बन्धः अस्ति तस्मिन् सन्दर्भे. अनन्तरं यदि घटः भूतले संयोगसम्बन्धेन अस्ति, तत्र अवच्छेदकधर्मः प्रतियोगितायाः अवच्छेदकधर्मः संयोगसम्बन्धः अस्ति, तर्हि प्रतियोगिता अवच्छेदकधर्मः विद्यते उभयत्र, समानं नास्ति. एकस्मिन् सन्दर्भे समवायसम्बन्धः समवायसम्बन्धः अवच्छिन्न, द्वितीयसन्दर्भे संयोगसम्बन्धः अवच्छिन्न, तर्हि प्रतियोगिता अवच्छेदकधर्मः विद्यते इति कृत्वा अभावः भिन्नः. अत्र यत्र संयोगेन अस्ति, अन्यत्र समवायसम्बन्धेन नास्ति, तर्हि तत्र प्रतियोगितायाः अवच्छेदकः भिन्नः, अतः अभावः अपि भिन्नः. घटः अस्ति चेत् समवायसम्बन्ध अवच्छिन्न प्रतियोगिता भवति वा? घटः नास्ति चेत् घटः भूतले भूतले अस्ति चेत् समवायसम्बन्ध अवच्छिन्न प्रतियोगि प्रतियोगिताक घटाभावः भूतले अस्ति इति सत्यं वा? सत्यं, संयोगसम्बन्धेन अस्ति चेत् संयोगसम्बन्धेन अस्ति, अतः समवायसम्बन्ध अवच्छिन्न अभावः अस्ति इति. सत्यम्, अभावः. इदानीम् अत्र भूतले घटः एव नास्ति इति चिन्तयतु. भूतले इदानीं भूतले घटः एव नास्ति इति चिन्तयति चेत् तत्र संयोगसम्बन्धेन नास्ति, तत्र संयोगसम्बन्धः एव प्रतियोगितायाः अवच्छेदकधर्मः. इदानीं भूतले घटः समवायसम्बन्धेन अपि नास्ति, तर्हि इदानीम् अभावद्वयम् इति चिन्तयति चेत् संयोगसम्बन्धः इति एकस्मिन् स्थले प्रतियोगितायाः अवच्छेदकधर्मः, अपरस्मिन् स्थले समवायसम्बन्धः प्रतियोगितायाः अवच्छेदकधर्मः, तर्हि उभयत्र सम्बन्धः विद्यते, प्रतियोगितायाः अवच्छेदकधर्मः विद्यते इति कृत्वा अभावः भिन्नः उभयत्र. परन्तु यदा घटः नास्ति तदा संयोग अवच्छिन्न एव सम्यक् सूक्तमस्ति, समवायसम्बन्ध अवच्छिन्न सूक्तं नास्ति इति. हा, तदपि सत्यं, परन्तु तत्र भूतले भूतले यदि संयोग यदि भूतले घटः एव नास्ति तत्र संयोगसम्बन्धः एव वास्तविकस्थितिः, तत्तु सत्यं. परन्तु कथम् अवगन्तव्यम् अत्र अभावः भिद्यते कथम् अवगन्तव्यम् इत्यस्मिन् विषये एव अत्र कीदृशसम्बन्धेन प्रतियोगितायाः अवच्छेदकधर्मः अस्ति. हा, इति वार्ता समीचीनं भगिनि, तत्र शृण्वन् आसीत् अहम्. अस्तु, अत्र तत्र पूर्वस्मिन् परिच्छेदे यत् पठितं तदेव अत्र मुख्यवार्ता अस्ति. चैत्रः धनवान्, किन्तु स्वस्मिन् शरीरे तत्र धनं नास्ति इति वस्तुस्थितिः. धनं चैत्रे भवति चेत् चैत्रः अपि द्रव्यमस्ति, पार्थिवद्रव्यमस्ति, अपि च धनमपि पार्थिवद्रव्यम् अस्ति इति कृत्वा चैत्रधनयोः मध्ये संयोगसम्बन्धः एव भवितुम् अर्हति. इदानीं संयोगसम्बन्धः नास्ति इति वदामः, यदि चैत्रे साक्षात् धनं नास्ति तत्र संयोगसम्बन्धेन यद्यपि चैत्रः चैत्रे धनं नास्ति इत्युक्ते संयोगसम्बन्धेन चैत्रः धनवान् नास्ति, तथापि स्वस्वामित्वसम्बन्धेन तत्र चैत्रस्य धनं वित्तकोषे अस्ति इति कृत्वा स्वस्वामित्वसम्बन्धेन चैत्रः धनवान् अस्ति एव. यस्मिन् समये संयोगसम्बन्धेन चैत्रः धनवान् नास्ति तस्मिन्नेव समये स्वस्वामित्वसम्बन्धेन चैत्रः धनवान् अस्ति एव. चैत्रः तु कोटीश्वरः, किन्तु अस्मिन् समये एतत् समये तस्मिन् पार्श्वे धनं नास्ति इति वस्तुस्थितिः, किमपि धनं नास्ति इति कृत्वा तत्र चैत्रः धनवान् नास्ति इति वक्तुं शक्यते इति चेत् नो, तस्मिन्नेव समये चैत्रः धनवान्, सः कोटीश्वरः, किन्तु तस्य धनं वित्तकोषे अस्ति, अतः स्वस्वामित्वसम्बन्धावच्छिन्न प्रतियोगिताक धनाभावः चैत्रे नास्ति. इत्युक्ते तत्र स्वस्वामित्वसम्बन्धेन चैत्रः धनवान् एव, यद्यपि संयोगसम्बन्धेन चैत्रः धनवान् नास्ति, तथापि तस्मिन्नेव समये स्वस्वामित्वसम्बन्धेन चैत्रः धनवान् एव अस्ति इति तत्र सम्बन्धस्य मुख्यत्वमस्ति. अतः एव एतद् उदाहरणं प्रदर्शितं. तत्र केवलम् इदानीं संयोगसम्बन्धेन चैत्रः धनवान् नास्ति इति वदनेन वयं चैत्रः धनवान् नास्ति एव तस्मिन् कृते येन केनापि सम्बन्धेन धनं नास्ति इति तत्र निश्चयामश्चेत् तद् दोषाय भवति. अतः सम्बन्धस्य वैशिष्ट्यम् अस्ति, अभावस्थले अपि सम्बन्धस्य वैशिष्ट्यम् अस्ति. केन सम्बन्धेन अभावः भवति, केन सम्बन्धेन अभावः अवच्छिद्यः अस्ति इति द्रष्टव्यम्. इदानीं तत्र संयोगसम्बन्धेन घटः भूतले अस्ति, अस्ति चेदपि समवायसम्बन्धेन घटः भूतले नास्ति इति अवगन्तव्यम् इति तत्र इतोपि अधिकबोधः अस्ति. तत्र अस्माकं मनसि तादृशसूक्ष्मचिन्तनं भवेत् इति बोधनार्थमेव एतादृशवाक्यानि रचितानि भवन्ति. यद्यपि समवायसम्बन्धावच्छिन्नप्रतियोगिताकघटाभावः यदा कदापि तत्र समवायसम्बन्धावच्छिन्न समवायसम्बन्धेन अवच्छिन्नघटः भूतले यदा कदापि न भवति, तथापि तत्र इतोपि किञ्चित् सूक्ष्मदृष्टिः भवेत् इति बोधनार्थम् एतादृशतर्कः स्वीकृतः भवति. हा, अत्र सन्देहः वर्तते वा? चैत्रस्य धनं तु वित्तकोषे अस्ति, अतः वयं वदामः स्वस्वामित्वसम्बन्धं. परन्तु तत्र अवच्छिन्नप्रतियोगिता तत्र किम् अस्ति? अवच्छिन्नप्रतियोगिता किमर्थम् आगच्छति तत्र? हा, इदानीं अस्तु, अहं वदामि. इदानीं चैत्रः अस्ति, चैत्रे धनमस्ति वा? भवती वदतु. तस्य समीपे नास्ति, परन्तु वित्तकोषे अस्ति. हा, तत् त्यजामः इदानीं. तत्र तस्य समीपे नास्ति किल? आं जि. हा, इत्युक्ते चैत्रे धन अभावः अस्ति, किन्तु कीदृश धन अभावः अस्ति? इदानीं धन अभावः अस्ति इति चेत् अभावः अनियोगी भवति. धनाभावस्य चैत्रे विद्यमानस्य धनाभावस्य प्रतियोगी किम्? विजया भगिनी, धनम् अभावः अनियोगी अस्ति खलु जि? धन अभावः अनियोगी. अनन्तरं हा, इदानीं धन अभावः अनियोगी चेत् प्रतियोगी किम्? तस्य समीपे धनम् अस्ति इति. न, प्रतियोगी धन अभावस्य प्रतियोगी किम्? धनं तद् अवगच्छति वा भगिनी, विजया भगिनी? यस्य अभावः तत् प्रतियोगी, सः प्रतियोगी. इदानीं धन अभावः वदामश्चेत् धन अभावस्य प्रतियोगी किम् इति चेत् धनमेव. किमर्थं धनं प्रतियोगी इति चेत् तत्र विरोधः वर्तते किल, धन अभावः कदा अपगच्छति? धनस्य आनयनेन धन अभावः तत्र न भवति. सः अनवस्थानम् अस्ति अनयोः मध्ये. धनः अस्ति चेत् धन अभावः न भवति, धन अभावः अस्ति चेत् धनं न भवति इति कृत्वा धनाभावस्य प्रतियोगी धनमेव इति कृत्वा इदानीं धनं प्रतियोगी अस्ति चेत् धने कीदृशधर्मः वर्तते? विजयभगिनी वदतु. धने कीदृशधर्मः? धनं प्रतियोगी इति चेत् धने कीदृशधर्मः वर्तते? अहम् अत्र सरलमेव, अत्र घटः आदेयः इति चेत् घटे कीदृशधर्मः वर्तते? आदेयता इति धर्मः वर्तते किल. आदेयता इति धर्मः, घटः आदेयः अस्ति चेत् घटे आदेयता इति धर्मः वर्तते. भूतलम् अधिकरणम् अस्ति चेत् भूतले अधिकरणता इति धर्मः वर्तते. एवमेव धनाभावः अनियोगी अस्ति चेत् धन अभावे अनियोगिता इति धर्मः वर्तते. धनं प्रतियोगी अस्ति चेत् धने कीदृशधर्मः वर्तते? प्रतियोगिता इति धर्मः वर्तते धने. सा प्रतियोगिता केन अवच्छिन्ना इति चेत् स्वस्वामित्वसम्बन्ध अवच्छिन्न प्रतियोगिता किल. स्वस्वामित्वसम्बन्ध अवच्छिन्न प्रतियोगिता क धनाभावः चैत्रे नास्ति इत्युक्ते चैत्रे धनमस्ति इति वार्ता. अवगच्छति वा? अवचिन्नं किमर्थम् आगच्छति? प्रतियोगिता एतत् सम्यक् एव मनसि. अवचिन्नम् इत्युक्ते तत्र किम्? इदानीं पश्यतु, प्रतियोगिता अस्ति, इदानीं तत्र चैत्रः अस्ति, तस्मिन् पार्श्वे धनं नास्ति इत्युक्ते धन अभावः चैत्रे अस्ति इत्युक्ते धने प्रतियोगिता अस्ति. सा प्रतियोगिता केन अवच्छिन्ना इति पश्यामश्चेत् संयोगसम्बन्धेन अवच्छिन्ना भवितुम् अर्हति, स्वस्वामित्वसम्बन्धेन अपि अवच्छिन्ना भवितुम् अर्हति. इदानीं तत्र चैत्रः, चैत्रे धनाभावः अस्ति इति वदामश्चेत् तत्र संयोगसम्बन्धेन अवच्छिन्नप्रतियोगिता क अभावः अस्ति चैत्रे, किन्तु स्वस्वामित्वसम्बन्ध अवच्छिन्नप्रतियोगिता क धनाभावः नास्ति चैत्रे. किमर्थं? तत्र चैत्रस्य धनं वित्तकोषे अस्ति इति कृत्वा तत्र प्रतियोगितायाः भेदः अस्ति. भेदः केन साधितः इति चेत् सम्बन्धं स्वीकृत्य साधितः अस्ति. अवगच्छति वा? अस्तु जि, अवगच्छामि. हा, इति अस्ति. तत्र यथा अस्माभिः पूर्वं कृतं, तत्र घटः भूतले वर्तते, घटः कपाले वर्तते इत्यादि स्थले तत्र सम्बन्धं स्वीकृत्य आदेयतायाः मध्ये भेदः साधितः. एवमेव अत्र प्रतियोगितायाः मध्ये भेदः अपि तत्र सम्बन्धं स्वीकृत्य साधयितुं शक्यते इति अत्र उक्तं. तावदेव. चैत्रे धनं नास्ति इत्युक्ते चैत्रे धनाभावः अस्ति. सा धनाभावः संयोगसम्बन्धेन अवच्छिन्ना भवितुम् अर्हति, स्वस्वामित्वसम्बन्धेनापि भवितुम् अर्हति. किन्तु इदानीं चैत्रे कीदृशधनाभावः अस्ति इति चेत् संयोगसम्बन्धेन अवच्छिन्नप्रतियोगिताक अभावः अस्ति. कीदृश अभावः नास्ति इति चेत् स्वस्वामित्वसम्बन्ध अवच्छिन्नप्रतियोगिताक धनाभावः चैत्रे नास्ति. किमर्थं? चैत्रस्य धनं वित्तकोषे अस्ति, तस्य धनस्य स्वामी चैत्रः अस्ति इति कृत्वा स्वस्वामित्वसम्बन्ध अवच्छिन्नप्रतियोगिताकधनाभावः चैत्रे नास्ति. यदा संयोगसम्बन्ध अवच्छिन्नप्रतियोगिताकधनाभावः यस्मिन् समये चैत्रे अस्ति तस्मिन्नेव समये स्वस्वामित्वसम्बन्ध अवच्छिन्नप्रतियोगिताकधनाभावः चैत्रे नास्ति इति तत्र सम्बन्ध अवच्छिन्नसम्बन्धस्य प्रयोजनम् अस्ति. तत्र प्रयोजनं नास्ति चेत् इदानीं चैत्रः चैत्रे धनं नास्ति इति वदामश्चेत् तत्र चैत्रः धैन्यः, तस्य साहाय्यम् अस्माभिः कर्तव्यं, तस्मिन् कृते किमपि धनं नास्ति इति वयं निश्चयितुम् अर्हति. किन्तु तादृशं वस्तुस्थितिः नास्ति, चैत्रः कोटीश्वरः इति तत्र प्रतियोगिताकसम्बन्धः किम्, अवच्छिन्नसम्बन्धः किम् इति तत्र अस्माकं मनसि तत्र सूक्ष्मदर्शनं भवेत् इति एव अत्र मुख्यवार्ता. अस्तु, इदानीं तत्र वदतु महोदय. महोदय, अहं चिन्तयामि किमर्थं तत्र स्वस्वामित्वसम्बन्धम् इति पदम् उपयोगं कृतम् इति. अन्येषां धनेन तत्र अभावः न नश्यति, स्वस्य धनेन एव तत्र अभावस्य नाशं कर्तुं शक्यते. अतः एव तत्र अवच्छिन्ना अस्ति, स्वस्वामित्वसम्बन्धेन अवच्छिन्ना अस्ति. सत्यं, किन्तु एतदपि यद् भवता उक्तं तत् समीचीनचिन्तनम्. इदानीम् अत्र इतोपि किञ्चित् भिन्न उदाहरणम् अहं दास्यामि. इदानीं चैत्रः अस्ति, तस्मिन् संयोगसम्बन्धेन धनाभावः वर्तते इति चिन्तयतु. वित्तकोषे अपि तस्य धनं न अस्ति, अतः स्वस्वामित्वसम्बन्ध धनाभावः अपि चैत्रे अस्ति, चैत्रः धैन्यः इति चिन्तयतु. इदानीम् अहं तत्र ऋण तत्र डेट् इति चेत् ऋणमिति वदामः किल, ऋणरूपेण किञ्चित् धनं चैत्रम् अहं दास्यामि, अहं ददामि इति चिन्तयतु. इदानीं तस्य धनस्य स्वामिः सः नास्ति. अस्तु, मम सकाशात् सः ऋणं स्वीकृतवान्, किन्तु इदानीं संयोगसम्बन्ध अवच्छिन्न धनाभावः चैत्रे नास्ति, किन्तु स्वस्वामित्वसम्बन्ध अवच्छिन्न धनाभावः चैत्रे अस्ति एव. किमर्थम् इत्युक्ते मम धनमेव तस्य कृते अस्ति, स्वस्य धनं नास्ति. अवगच्छति किल महोदय? यदा अस्माकं सकाशे क्रेडिट् कार्ड् अस्ति तत्र तदा किं भवति, समवायसम्बन्धवच्छिन् सोरि स्वस्वामी अपि नास्ति, संयोगसम्बन्धे अपि नास्ति, तदा परन्तु धनम् अस्ति. इदानीं तत्र क्रेडिट् कार्ड् मध्ये यः यत् धनं विद्यते तद्धनं कस्य इति चिन्तनीयं तावदेव. क्रेडिट् इत्युक्ते ऋणमेव. सत्यं सत्यम् इति तत्र यः भवतः क्रेडिट् कार्ड् दत्तवान् तस्य धनं भवति तत् इति अस्ति. तत्र ऋणम् इति मया उक्तम्, इतोपि किञ्चिदिव भिन्नरीत्या यद् उदाहरणं मया दत्तं तद् इतोपि किञ्चित् भिन्नरीत्या वक्तुं शक्यते. मम धनस्यूतं, मम धनस्यूतं चैत्रे अस्ति इति चिन्तयतु. धनं तु मम, स्यूतमपि मम, किन्तु मम धनस्यूतं चैत्रं दत्त्वा अहं किञ्चित् बहिः गतवान् इति चिन्तयतु. इदानीं चैत्रे धनमस्ति, संयोगसम्बन्धेन धनमस्ति, किन्तु स्वस्वामित्वसम्बन्ध सम्बन्धेन धनं नास्ति चैत्रे इति तत्र प्रतियोगिताकघटाभावः तत्र भिन्नरीत्या वक्तुं शक्यते. इदानीं तत्र यत्र मम धनं चैत्रे अस्ति तत्र चैत्रः धनवान् इति वक्तुं शक्यते वा? न, तस्य धनं नास्ति, किन्तु तथापि सः धनवान् एव इत्यतः संयोगसम्बन्धावच्छिन्न प्रतियोगिताकघटाभावः चैत्रे नास्ति, किन्तु स्वस्वामित्व अवच्छिन्न स्वस्वामित्वसम्बन्धावच्छिन्न प्रतियोगिताकघटाभावः चैत्रे अस्ति. यत्र मम धनस्यूतं चैत्रे अस्ति इति तत्र तत्र प्रतियोगिता प्रतियोगितायाः भेदः प्रतियोगितायाः भेदः तत्र केन सम्बन्धेन अवच्छिन्ना प्रतियोगिता केन सम्बन्धेन अवच्छिन्ना इति बोधने प्रयोजनम् अस्ति इति निरूपणार्थम् एतत् सर्वं दत्तं तावदेव. इदानीं तत्र भानुचेतन महोदय अग्रे पठति वा यथा भूतले संयोगसम्बन्धेन. महोदय रेल्याने अस्ति पठितुम्. अस्तु अस्तु महोदय, भवान् शृणोतु तर्हि. श्रीराम महोदय भवान् एव पठतु अग्रे यथा भूतले संयोगसम्बन्धेन. अस्तु महोदय. यथा भूतले संयोगसम्बन्धेन द्रव्यं नास्ति, अत्र प्रतियोगितावच्छेदकधर्मः द्रव्यत्वम्. अन्यत्र भूतले पटो नास्ति, प्रतियोगितावच्छेदकधर्मः पटत्वम्. यत्र पटो नास्ति इति कथयामः तथैव घटः अस्ति चेत् संयोगसम्बन्धेन द्रव्यं नास्ति इति वक्तुं न शक्नुमः. यतोहि पटः नास्ति किन्तु घटस्तु अस्ति, अतः द्रव्यत्ववच्छिन्ना अवच्छिन्नप्रतियोगिताकः अभावः नास्ति, केवलं पटत्व अवच्छिन्न प्रतियोगिताक अभावः अस्ति. एवं च प्रतियोगिता अवच्छेदकभेदेन अभावः भिन्नः. प्रतियोगिता अवच्छेदकसम्बन्धभिन्नत्वेनापि अभावः भिन्नः भवति. तथैव धनसम्बन्धे संयोगसम्बन्ध अवच्छिन्न प्रतियोगिताकधनाभावः सत्येऽपि स्वस्वामित्वसम्बन्ध अवच्छिन्न प्रतियोगिताकधनाभावः नास्ति. इत्थञ्च अभावाः नानाः भवन्ति. यथा भूतले संयोगसम्बन्धेन द्रव्यं नास्ति, यथा घटः भूतले नास्ति, अत्र प्रतियोगिता अवच्छेदकधर्मः द्रव्यत्वम्. अत्र तत्र उदाहरणम् अनियोगिता वर्तते. अत्र उदाहरणमस्ति महोदय, घटः भूतले नास्ति संयोगसम्बन्धेन नास्ति इत्यस्मिन् स्थाने घटस्य स्थाने द्रव्यम् इति दत्तं तावदेव. इदानीम् उदाहरणमस्ति भूतले संयोगसम्बन्धेन द्रव्यं नास्ति, द्रव्यं नास्ति इति उदाहरणम्. अत्र प्रतियोगित अवच्छेदकधर्मः द्रव्यत्वं, भूतले अनियोगिता वर्तते, घटे प्रतियोगिता वर्तते. न न, एकं भूतले भूतले अनियोगिता नास्ति, अभावे अनियोगिता अस्ति. अभावे अभावे अभावे अस्तु, अभावे अनियोगिता वर्तते, घटे प्रतियोगिता वर्तते, प्रतियोगिता घटे नास्ति, द्रव्ये प्रतियोगितायाः द्रव्ये द्रव्ये प्रतियोगितायाः अवच्छेदकधर्मः अस्ति, तत् द्रव्यत्वं सत्यम्। अन्यत्र भूतले पटो नास्ति, इदानीम् अन्यत्र भिन्न भिन्नद्रव्यं स्वीकुर्मः, पटः इति स्वीकुर्मः, तत् अन्यत्र नास्ति। प्रतियोगिता अवच्छेदकधर्मः पटत्वं, तत्रापि पटे प्रतियोगिता धर्मः अस्ति, सा धर्मः पटत्वेन अवच्छेदक अस्ति, सा प्रतियोगिता अवच्छेदकधर्मं पटत्वेन अवच्छिन्ना अस्ति। क्लेशः अस्ति, प्रतियोगिता अवच्छेदकधर्मः पटत्वेन। अत्र अत्र महोदयेन किं दत्तम् इति चेत्, तत्र प्रथमम् उदाहरणं स्वीकृतं किं, भूतले संयोगसम्बन्धेन द्रव्यं नास्ति, द्रव्यं नास्ति इति चेत् द्रव्ये प्रतियोगिता अस्ति, अपि च द्रव्ये द्रव्यत्वमपि अस्ति इति कृत्वा प्रतियोगितायाः अवच्छेदकधर्मः द्रव्यत्वं भवति, द्रव्यत्वम् आमाम्। इदानीं तत्र द्वितीय उदाहरणं स्वीकृतम्, अन्यत्र इत्युक्ते द्वितीय उदाहरणं, भूतले पटः नास्ति इति उदाहरणं, तत्र प्रतियोगितायाः अवच्छेदकधर्मः कः किम् इति चेत् पटत्वं, पटत्वं, पटत्वं। इदानीं तत्र तृतीयम् उदाहरणं स्वीकृतं, तत्र भूतले घटः नास्ति इति चिन्तयतु, यत्र पटः नास्ति तत् इति कथयामः, तत्रैव घटः अस्ति चेत् संयोगसम्बन्धेन द्रव्यं नास्ति इति वक्तुं न शक्नुमः। तत्र यत्र वर्तते, अतः संयोग घटः तु संयोगसम्बन्धेन तत्र वर्तते इति कारणेन संयोगसम्बन्धेन द्रव्यं नास्ति इति वक्तुं न शक्नुमः। अवगच्छति, यतोहि पटः अस्ति महोदय, यतोहि पटः नास्ति किन्तु घटः तु अस्ति, तत् उक्तम्, अतः द्रव्यत्व अवच्छिन्नप्रतियोगिता कः अभावः नास्ति, यतः पटः न तत्र वर्तते, द्रव्यत्व अवच्छिन्न प्रतियोगिता तत्र न, प्रतियोगिता क अभावः तत्र न वर्तते, केवलं पटत्व अवच्छिन्न प्रतियोगिता क अभावः अस्ति, घटः अस्ति तु पटः नास्ति इति कारणेन केवलं पटत्व अवच्छिन्न प्रतियोगिता क अभावः एव तत्र वर्तते, एवं च प्रतियोगिता अवच्छेदकभेदेन अभावः भिन्नः, अतः अवच्छेदकधर्मेण अभावः भिन्ना भवति, भिन्नभिन्नभावः एकस्मिन् स्थले एव भवितुम् अर्हति। सत्यं सत्यम्, प्रतियोगिता अवच्छेदकसम्बन्धभिन्नत्व भिन्नत्वेनापि अभावः भिन्नः भवति, अभावः भिन्नः भवति, भिन्नभिन्न अभावः एकस्मिन् स्थले एव भवितुम् अर्हति इति कथयति, यत्र घटः अस्ति तत्र पटस्य अभावः भवितुम् अर्हति, तथैव महोदय सत्यम्। अत्र तथैव एकनिमिषम्, अत्र किञ्चिदिव अहं वदामि, भवतः प्रयासः समीचीनमेव, किञ्चिदिव अत्र इदानीम् अहम् एकं वाक्यं वदामि, भूतले पटः नास्ति इति वदामश्चेत् तत्र अस्माकं ज्ञानं किं भवति इति चेत्, भूतले घटः पटः नास्ति इति एव ज्ञानं भवितुमर्हति. तत्र भूतले पटः नास्ति इति वदनेन भूतले किमपि नास्ति इति अवगन्तुं शक्यते वा? मया न श्रुतं महोदय, एकवारं पुनः वदतु. हा, तत्र वाक्यमस्ति भूतले पटः नास्ति इति मया उक्तम्. अस्तु अस्तु महोदय. इदानीं भूतले पटः नास्ति इति मया अहं वदामि चेत् तत्र भूतले किमपि नास्ति इति अहम् अवगच्छामि चेत् तत् समीचीनं वा? न न, तत् सत्यं न. अन्यपदार्थाः भवितुमर्हति भवितुमर्हति. तदेव अत्र अत्र अत्र उक्तं भूतले पटः नास्ति चेदपि घटः अस्ति इति कृत्वा भूतले पटाभावः अस्ति किन्तु द्रव्य अभावः नास्ति किल? किमर्थमित्युक्ते घटः द्रव्यमेव अस्ति इति कृत्वा इदानीं यस्मिन् समये भूतले पटाभावः अस्ति इति अहं वदामि तस्मिन्नेव समये भूतले द्रव्य अभावः अपि अस्ति इति न वक्तुं शक्यते. द्रव्य अभावः नास्ति एव. यस्मिन् समये पटाभावः भूतले वर्तते तस्मिन्नेव समये द्रव्याभावः भूतले नास्ति. इदानीं तत्र प्रकोष्ठम् अस्ति इति चिन्तयतु. तत्र रामः अस्ति वा इति पृष्टे सति रामः नास्ति इति वदामश्चेत् प्रकोष्ठे कोऽपि नास्ति, अन्य कोऽपि नास्ति इति तु न सत्यं. तत्र लक्ष्मणः भवितुमर्हति, भरतः भवितुमर्हति, अन्ये सर्वे जनाः अपि भवितुमर्हति, केवलं तत्र रामः नास्ति इत्यतः तत्र अभावाः भिन्नभिन्न भिन्नभिन्नः भवितुमर्हति. नाना अभावाः नानाः भवन्ति. अतः केवलं तत्र अभावः अस्ति इति कोऽपि वदति चेत् सा अभावः केन, तत्र अभावस्य प्रतियोगी केन अवच्छिन्ना भवति इति अस्माकं मनसि सूक्ष्मदृष्टिः भवेत् इति बोधः अस्मिन् पाठे. तत्र अभावः अस्ति इति कोऽपि वदति चेत् यत्किमपि नास्ति इति वयं तस्य अवगमनं कुर्मश्चेत् तत् तद्दोषाय भवति इति उक्तं तावदेव. एकम् उदाहरणं समीचीनं न जानामि. अत्र मलिनजलम् अस्ति, अहं मम कृष्णा अस्ति, तदा अभावः कीदृश अभावः भवति? जलमस्ति, जलस्य अभावः नास्ति, परन्तु उदाहरणं किं पुनः वदतु? मलिनजलम् ऐ मीन् रैन् वाटर् अस्ति, परन्तु अभावः अस्ति पानयोग्य जल अभावः शुद्धजलाभावः ओके. हा, प्रतियोगिता सत्यं. तत्र समीचीनम् उदाहरणम् इदानीं तत्र मलिनजलं भवतः कृते अस्ति चेत् तत्र जलाभावः नास्ति किन्तु शुद्धजलाभावः एव नास्ति. जलं तु अस्ति, तत् मलिनं, जले मालिन्यम् अस्ति, तथापि जलाभावः नास्ति इति न वक्तुं शक्यते. यथा अत्र उदाहरणे भूतले द्रव्यं नास्ति इति न वक्तुं शक्यते. किमर्थम् इत्युक्ते भूतले घटः अस्ति एव, घटस्तु द्रव्यं, द्रव्यद्रव्यत्वमस्ति इति कृत्वा द्रव्यत्वावच्छिन्न द्रव्यत्वावच्छिन्न अभावः तत्र प्रतियोगिताक अभावः भूतले वर्तते इति न वक्तुं शक्यते. भूतले नास्ति एव. किमर्थमित्युक्ते घटः भूतले अस्ति. यथा भवतः उदाहरणे तत्र जलम् अस्ति एव किन्तु शुद्धजलस्य अभावः अस्ति. अतः अवच्छेदकशुद्धजलत्वं तत्र अवच्छेदकधर्मत्वेन वक्तव्यं चेत् तत्र अवच्छेदकधर्मत्वेन वक्तव्यं चेत् मलिनत्व मलिनजलत्वावच्छिन्नप्रतियोगिताक अभावः मलिनजले नास्ति किन्तु जलत्व अवच्छिन्नप्रतियोगिताक अभावः मलिनजले इदानीम् अस्ति वा नास्ति वा? अस्ति अस्ति अस्ति अस्ति अस्ति शुद्धजलत्व शुद्धजलत्वावच्छिन्न इदानीं शुद्धजलत्वावच्छिन्नप्रतियोगिता का अभावः मलिनजले तत्र मलिनजले नास्ति इति वक्तव्यम् अभावः तत्र डबल् नेगेटिव् इति अस्ति अतः किञ्चित् जाटिल्यं वर्तते शुद्धजलत्वावच्छिन्नप्रतियोगिता का अभावः मलिनजले नास्ति किमर्थमित्युक्ते इदानीं प्रतियोगी किम् इति चेत् अभावस्य विरोधिः अस्ति मलिनजलम् अस्माभिः आगतं चेत् तत्र शुद्धजलस्य अभावः अपसरति वा न किल इति तत्र तदेव जाटिल्यमस्ति तत्र प्रतियोगी इत्युक्ते अभावस्य विरोधः इदानीं तस्मिन् उपरि नास्ति अस्ति इति वदामश्चेत् तत्र डबल् नेगेटिव् इति भवति अतः किञ्चित् जाटिल्यमस्ति किञ्चित् अभ्यासं कुर्मश्चेत् मया चिन्तितम् अस्मिन्नेव वर्गे किञ्चिदिव तस्मिन् विषये अभ्यासं कुर्मः इति पश्यामः कथं चलति इति अस्तु तत्र अन्यत् अन्तिमवाक्यमपि श्रीराममहोदय भवान् एव पठित्वा समापयतु विजया भगिनी वदतु डबल् नेगेटिव् इति आङ्ग्लभाषायाम् उक्तवान् अवच्छिन्नम् इति आङ्ग्लभाषायां वदतु इति अवच्छिन्नम् इत्युक्ते आङ्ग्लभाषा अवच्छिन्नम् अवच्छिन्नम् इति चेत् तत्र लिमिटेशन् डिलिमिटेशन् न तत्र रेस्ट्रिक्षन् इति मा वदतु इदानीं तत्र नियामकत्वम् इति अस्माभिः गतवर्गे दृष्टं तत्र रेस्ट्रिक्षन् इति भवति किन्तु अवच्छेदकम् इति वदामश्चेत् तत्र पुस्तकेषु डीलिमिटेड् इति एव तेषाम् अनुवादनं भवति तस्य अनुवादनं भवति पृथक्करणं पार्थक्यम् इति पार्थक्यं मुरळी महोदय वदतु कण्डीशन् अपि कण्डीशन्ड् तत्र उपाधि इति भवति अवच्छेदकः इति न भवति डीलिमिटेड् इति भवति तत्र आङ्ग्लभाषायां तादृश कष्टम् अस्ति इदानीं तत्र प्रतियोगी इत्यस्य आङ्ग्लभाषायाम् अनुवादनं भवति कौण्टर् कारुलेटिव् इति कौण्टर् कारुलेटिव् इति इतोपि कष्टकरम् अस्ति प्रतियोगी इति अवगन्तुं सुलभतया अवगन्तुं शक्यते यस्य अभावः सः प्रतियोगी कौण्टर् कारुलेटिव् इति पदप्रयोगः कृतः वर्तते प्रतियोगी इत्यस्य आङ्ग्लभाषायां भवतु अन्तिमवाक्यं श्रीराममहोदय भवान् पठतु महोदय तथैव धनसम्बन्धे संयोगसम्बन्ध अवच्छिन्नप्रतियोगिताकधनाभावः सत्वेऽपि समवायसम्बन्ध अवच्छिन्नप्रतियोगिताकधनाभावः नास्ति स्वस्वामित्वसम्बन्ध अवच्छिन्नप्रतियोगिता कधनाभावः नास्ति धनः वित्तकोषे अस्ति इति कारणेन स्वस्वामित्वसम्बन्ध अवच्छिन्नप्रतियोगिता कधनाभावः तत्र न वर्तते इत्थं च अभावाः नानाः भवन्ति नानाविधभावः एकस्मिन् स्थले एव भवितुम् अर्हति अग्रिमवाक्यम् एवं रीत्या भूतले समवायेन घटो नास्ति कपाले संयोगेन घटो नास्ति कपाले विषयित्वसम्बन्धेन घटो नास्ति इति त्रिषु स्थितिषु तिस्रः पृथक् प्रतियोगिताः त्रयश्च पृथक् अभावाः भूतले समवायसम्बन्धेन घट न भवितुमर्हति, संयोगसम्बन्धने एव भवितुमर्हति. श्रीरां महोदय क्षम्यताम्, एतस्य विवरणं शिवराममहोदयः करोति. शिवराम महोदय भवान् करोतु. अस्तु महोदय, धन्यवादः. हा हा, धन्यवादः महोदय. शिवराममहोदयः आसीत् इति अहं दृष्टवान्. भवतु, सरला भगिनी भवती वदतु भगिनि. आं महोदय, एवं रीत्या भूतले समवायेन घटो नास्ति, कपाले संयोगेन घटो नास्ति, कपाले विषयतासम्बन्धेन घटो नास्ति इति तिसृषु स्थितिषु पृथक् प्रतियोगिता, त्रयश्च पृथक् अभावा. यदा उपरि दत्तवान् भूतले समवायेन घटो नास्ति इत्युक्ते भूतले समवायसम्बन्ध अवच्छिन्ना, घटत्व अवच्छिन्ना, घटकपाले नास्ति, घटकपाल प्रतियोगितका अभाव भूतले अस्ति. कपाले संयोगेन घटो नास्ति इति चुक्ते कपाले संयोगसम्बन्ध अवच्छिन्ना, घट कपाले प्रतियोगितका अभाव अस्ति. कपाले विषयतासम्बन्धेन घटो नास्ति इत्युक्ते कपाले विषयतासम्बन्ध अवच्छिन्ना, प्रतियोगितका अभाव कपाले अस्ति, घटत्व अवच्छिन्ना, प्रतियोगितका अभाव कपाले अस्ति इति. तत्र अभावाः भिन्नाः भवन्ति, नानाः भिन्नाः भवन्ति. अस्तु, इदानीं भवत्याः पार्श्वे पुस्तकमस्ति किल, तत्र गच्छामः. अस्तु महोदय, स्वस्वामित्वसम्बन्धवचिना प्रतियोगिता भवति, तत्र स्व किमस्ति, स्वामित्वं किमस्ति? तत्र स्व इति चैत्रः, तस्य सामित्वं स्वामित्वं. चैत्रः चैत्रे धनमस्ति चेत् धनस्य स्वामी चैत्रः भवति, अतः चैत्रे स्वामित्वम् इति धर्मः वर्तते. किन्तु तत् स्वामित्वं स्वस्य अस्ति इति कृत्वा स्वस्वामित्व इति. अहं चिन्तयामि स्वस्ति धनं, धनस्य स्वामित्वं चैत्रे इति. धन सत्यं सत्यं सत्यं तत् परम्परायां सत्यं सत्यं सत्यं सत्यं मया दोषेण उक्तं. तस्य प्रतियोगिता इति अस्ति किल, प्रतियोगिता कुत्र वर्तते, धने वर्तते इति कृत्वा स्वं धनं भवति, स्वं भवति. सत्यं सत्यं, स्वम् इति धनं तस्य तस्मिन् स्वामित्वम् अस्ति, चैत्रे स्वामित्वम् अस्ति धनस्य. सत्यं, स्वम् इति किमर्थं धनं, किमर्थं धनं, तत्र प्रतियोगी किं, प्रतियोगी अस्ति धनं. हा, प्रतियोगी धनमस्ति चेत् प्रतियोगिता कुत्र वर्तते? चैत्रात् आरभ्य एव वयं पश्यामः खलु भगिनि, चैत्र सम्पूर्णवाक्यं वदतु भगिनि. स्वस्वामित्वसम्बन्ध अवच्छिन्न प्रतियोगिता कधनाभावः इति अस्ति. हा, स्वस्वामित्वसम्बन्ध अवच्छिन्न प्रतियोगिता कधनाभावः इति अस्ति. हा, कुत्र अस्ति, धने अस्ति, सारि चैत्रे अस्ति. तत्र तत्र चैत्रः एव सूचितवन्तः, तत्र स्व इत्युक्ते तत्र चैत्रः एव न इति वदति, केन कथम् इति साधयतु, तदेव प्रश्नः. तस्य चैत्रस्य स्वामित्वं धने एव अस्ति खलु, सः एव तत्र स्वामित्वरूपेण कथं धने स्वामित्वम् आगच्छति? स्वामित्वं धने न आगच्छति, धने धनत्वं भवति न तु स्वामित्वम्. स्वस्वामित्वं कुत्र वर्तते भगिनि? स्वस्वामित्वं चैत्रे अस्ति, अतः धनम् इति स्वम् इति चेत् तस्य स्वामित्वं चैत्रे अस्ति. हा समीचीनम्, समस्तपदम् अस्ति धनस्य स्वामित्वम् इति अहं चिन्तयामि. सत्यं, तत्र विद्या भगिनी इदानीमपि भवत्याः प्रश्नः अस्ति वा तत्र, स्व इत्युक्ते धनं वा इति नो चेत् चैत्रः वा इति भवत्याः चिन्तनं किम्? न, अत्र प्रथमतया अहं धनं चिन्तितवती, तदनन्तरं चैत्रः इति चिन्तितवती, परन्तु इदानीम् अत्र स्वस्वामित्वं कुत्र अस्ति इत्युक्ते तस्य धनस्य आश्रयः कः, स्वामित्वं कुत्र अस्ति चेत् चैत्रे अस्ति, तर्हि धनं धनमिति स्वं तस्य स्वामित्वं चैत्रे अस्ति. समीचीनं समीचीनं, तदेव स्वम् इति धनं अवगच्छामि, स्वस्वामित्वं चैत्रे, अनेन सम्बन्धेन अवच्छिन्ना भवति प्रतियोगिता. प्रतियोगिता कुत्र वर्तते? धने वर्तते इति तत्र प्रतियोगिता अनियोगिता सम्बन्धः अभावे अभावं प्रति गच्छति. सः अभावः चैत्रे वर्तते का, नो चेत् चैत्रे नास्ति इति, चैत्रे नास्ति इति स्वस्वामित्वसम्बन्ध अवच्छिन्न प्रतियोगिताक धनाभावः चैत्रे नास्ति. किमर्थम् इत्युक्ते चैत्रस्य धनं वित्तकोषे वर्तते इत्यतः तत्र स्वम् इति समीचीनं. तत्र सरला भगिनी धन्यवादः, समीचीनप्रश्नं कृत्वा अत्र सर्वेषां बोधनं कृतम्. अस्तु, इदानीं तत्र पुस्तकं प्रति गच्छामः. सप्तचत्वारिंशततमपुटे तत्र प्रतियोगितायाः सम्बन्ध अवच्छिन्नत्वं तुल्यन्यायात् इति शीर्षके तत्र द्वितीयपरिच्छेदः अस्ति किल, अतः येन सम्बन्धेन तत् पठतु कृपया. अस्तु, अतः येन सम्बन्धेन नास्ति इति व्यवहारः कृतः तं सम्बन्धम् आदाय एव प्रतियोगिताभेद अधिगन्तव्य. तत्प्रकारश्च समवायसम्बन्धनिष्ठा संस्कृतका अवच्छेदकता निरूपिता अवच्छेद्यतावती घटत्वनिष्ठा अवच्छेदकता निरूपिता अवच्छेद्यतावती या घटनिष्ठप्रतियोगिता तादृशप्रतियोगिता निरूपिता आश्रयः अभावभूतले समवायेन घटो नास्ति इति प्रतीति सिद्ध. अस्तु, येन सम्बन्धेन नास्ति इति व्यवहारः कृतः तं सम्बन्धम् आदाय एव प्रतियोगिताभेद अधिगन्तव्यं. यथा वयम् इदानीं दत्तवन्तः भूतले समवायसम्बन्धेन घटनास्ति, सो तत् सम्बन्ध आदाय लक समवायसम्बन्ध अवच्छिन्ना प्रतियोगिता का भेद अभाव वयं दृष्टवन्तः. समवायसम्बन्ध अवच्छिन्ना घटत्व अवच्छिन्ना प्रतियोगिता का अभाव भूतले अस्ति इति, यदि नास्ति अस्ति अभाव अस्ति तत् कथं वक्तव्यं. तत् प्रकारस्य समवायसम्बन्ध संस्कृतिका अवच्छेदकता निरूपिता अवच्छेद्यतावती घटत्व अवच्छिन्ना अवच्छेदकता निरूपिता अवच्छेद्यतावती या घटनिष्ठप्रतियोगिता तादृशप्रतियोगिता निरूपिता प्रतियोगिता आश्रय अभावभूतले समवायेन घटो नास्ति इति प्रतिसिद्धि इति वाक्यं बृहत् वाक्यम् अस्ति. तथैव इदानीं यदि वयं गतसप्ताहे दृष्टवन्तः सम्बन्ध इति भवति संस्कृता का अवच्छेदकता, तो अत्र स्पष्टीकरणार्थं यदि अवच्छेदकता सम्बन्धे अस्ति वा धर्मे अस्ति तद् सम्बन्धसहित वयम् संस्कृतका अवच्छेदकता योजयामः. सो समवायसम्बन्ध निष्ठा संस्कर्तका अवच्छेदकता निरूपिता अवच्छेद्यतावती घट घटनिष्ठा घटत्वनिष्ठावच्छेदकता निरूपिता अवच्छेद्यतावती या घटनिष्ठप्रतियोगिता तादृशप्रतियोगिता निरूपिता अनियोगिता आशय अभाव अभावे अस्ति अनियोगिता घटे अस्ति प्रतियोगिता अस्ति सो घटे अस्ति प्रतियोगिता अपि घटे अस्ति घटत्वं घटे अपि सम्बन्ध समवायसम्बन्धवचन तो वयं वदामः समाय समवायसम्बन्ध घटनिष्ठ समवायसम्बन्धवचन संस्कृतकावच्छेद वा संस्कृतकावच्छेदकता निरूपत अवच्छेद्यतावती या आधेयता या प्रतियोगिता अस्ति घटता अपि घटत्व घटत्वनिष्ठा अस्ति ता निरूपिता अवच्छेद्यतावती या घटनिष्ठप्रतियोगिता सर्वे प्रतियोगिता घटत्वनिष्ठा ते सर्वे घटनिष्ठा सन्ति तो तस्य सम्पूर्ण संयुक्त वयं वदामः तादृशप्रतियोगिता निरूपिता अनियोगिता आश्रय अभाव भूतले हा इति अस्ति तत्र सर्वे इदानीं तत्र द्वितीयकरपत्रमासीत् इति अस्माकं चित्रव्यवस्था इति महोदय पार्श्वे चित्रम् अस्ति अत्र तत्र षष्टमचित्रं सर्वे पश्यन्तु तत्र षष्टमचित्रं चित्रव्यवस्था इति अष्टमकरपत्रम् अस्ति तस्मिन् पुस्तके पुस्तके अग्रिमे पृष्ठे चित्रमस्ति आमामामां तत् तदपि द्रष्टुं शक्यते सत्यं तदपि द्रष्टुं शक्यते हा तत्रैव तत्र पुस्तके एव पश्यामः इदानीं तत्र अग्रिमपुटे चित्रमस्ति अष्टचत्वारिंशततमपुटे एव चित्रमस्ति तत्र पश्यतु इदानीं अभावः वदतु भगिनि सांसर्गिक पूर्वमेव वयं दृष्टवन्तः खलु संसर्गता इति चत्वारिंशत् पुटे पूर्वमेव वयं दृष्टवन्तः संसर्गता संयोगसंसर्गता इति सम्बन्धविषयः अत्र सांसर्गिता इति उक्तवन्तः परन्तु तत्र भिन्नः अस्ति वा समानमेव वा न तत्र संसर्गस्य भावः सांसर्गिकः इति तत्र केवलं भावं स्वीकृत्य अत्र उक्तं तावदेव शन्ति प्रत्यय अस्तु अस्तु चित्रं चित्रं दृष्ट्वा बहु सरलं भवति सम्बन्धेन अवच्छेदकता अस्ति धर्मे घटत्वमपि अवच्छेदकता अस्ति प्रतियोगितायाः अवच्छेद्यता अस्ति अत्र उपरि यदि वयं आरम्भामहे समवायनिष्ठसंस्कर्का अवच्छेदकता घटत्वनिष्ठ अवच्छेदकता निरूपिता अवच्छेद्यतावती प्रतियोगिता अपि सम्बन्ध संस्कर्तका अवच्छेदकता निरूपिता अवच्छेद्यतावती प्रतियोगिता सा निरूपिता अनियोगिता आश्रय अभाव निरूपिता अधिकरणतावत् भूतलम् हा तत्र सम्बन्धः अपि वक्तव्यः भवति अत्र सम्बन्धः अपि दत्तमस्ति अभावः केन सम्बन्धेन भूतले वर्तते भूतले स्वस्वरूपसम्बन्धवच्छिन्ना अधेयता अस्ति अभावः हा तत्र अभावः सर्वत्र अन्यस्मिन् अधिकरणे स्वरूपसम्बन्धेनैव भवति अस्तु इति कृत्वा तत्र यदि इदानीम् अस्माकं लक्ष्यम् अभावः अस्ति चेत् समवायसम्बन्ध सांसर्गिक अवच्छेदकता निरूपिच अवच्छेद्यतावती पुनः घटत्वनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यतावती या प्रतियोगिता सा निरूपित अनियोगिता आश्रयः अभावः इति तावत्पर्यन्तं वदामः। अस्तु, इदानीं तस्मिन् उपरि तत्र भूतलं निरूपणीयं चेत् तत्र अभावनिष्ठस्वरूपसम्बन्धावच्छिन्न आधेयता निरूपित अधिकरणतावत् भूतलम् इति भूतले घट नास्ति तत् तस्य भूतलपर्यन्तं गन्तव्यं सत्यं भूतले समवायसम्बन्धेन नास्ति भूतलं पर्यन्तं वस्तुस्थितिः किम् इत्युक्ते केवलं घटः भूतले नास्ति अस्तु किन्तु इदानीं केन सम्बन्धेन नास्ति इति चेत् तत्र संयोगसम्बन्धेनापि न भवितुमर्हति समवायसम्बन्धेनापि न भवितुमर्हति कालिकासम्बन्धेनापि न भवितुमर्हति इति तत्र सर्वे सम्बन्ध समवाय संयोगसम्बन्ध विहाय सर्वे सम्बन्धाः यत्र समवाय अस्ति तत्र आनीतव्यम् सत्यं सत्यम् इदानीं तत्र विद्या भगिनी अस्मिन् चित्रम् एतत् चित्रमेव उपयुज्य तत्र समवायसम्बन्धेन इदानीं वस्तुस्थितिः भूतले घटः नास्ति इति अत्यन्त अभावः अस्ति इति चिन्तयतु इत्युक्ते संयोगसम्बन्धेन भूतले घटः नास्ति इति चिन्तयतु तत्र इदानीं भूतलं निरूपयतु संयोगसम्बन्धं स्वीकृत्य अस्तु एवमेव अस्ति खलु अत्र संयोगसम्बन्धनिष्ठ अत्र पुस्तके एव दत्तमस्ति खलु वाक्यं संयोगसम्बन्धनिष्ठसांसर्गिक तत् पठित्वा वदामि संयोगसम्बन्धनिष्ठसांसर्गिक अवच्छेदकता निरूपित अवच्छेद्यतावति अथवा घटत्वनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यतावति या घटनिष्ठप्रतियोगिता तादृशप्रतियोगिता निरूपित अनुयोगिता आश्रय अभावनिष्ठ स्वरूपसम्बन्ध अवच्छिन्न आदेयता निरूपित अधिकरणतावत् भूतलम् अधिकरणतावत् कपालम् इति अस्ति अत्र भूतलं यतोहि भूतले अस्ति इति कृत्वा भूतलं इति वदामः तर्हि अत्र किम् अस्ति इत्युक्ते भूतले यदि अत्र घटः भूतले अस्ति चेत् घटः एव आदेयः भूतलम् अधिकरणम् इति भवति तर्हि भूतले अधिकरणता अस्ति घटे इदानीम् अत्र आदेयता अस्ति घटे घटे अपि च समवाय संयोगसम्बन्धः अपि अस्ति संयोगसम्बन्धः तत्र संयोगसम्बन्धः एव तत्र सांसर्गिक अवच्छेदकता अनन्तरं घटे घटत्वम् अपि अस्ति तर्हि इदानीम् अत्र प्रथमवाक्यमस्ति संयोगसम्बन्धनिष्ठसांसर्गिक अवच्छेदक यतोहि अत्र अवच्छेदकधर्मः अस्ति संयोगसम्बन्धः तस्यैव नामकरणमस्ति सांसर्गिक इति तर्हि तादृश अवच्छेदकधर्मनिरूपित अवच्छेद्यतावति अथवा अत्र घटत्वम् इति अपि अवच्छेदकधर्मः अस्ति घटत्वनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यतावति घटे प्रतियोगिता अत्र प्रतियोगितायाः अवच्छेदकधर्मः एव संयोगसम्बन्धनिष्ठ अवच्छेदकता अपि च घटत्वावच्छिन्ना घटत्वनिष्ठ अवच्छेदक उभयमपि अस्ति अत्र तादृशी प्रतियोगिता निरूपित अनियोगिता कुत्र अस्ति चेत् अनियोगिता अभावे अस्ति अभावः भूतले अस्ति अभावः भूतले कीदृशसम्बन्धेन भवति इति चेत् स्वरूपसम्बन्धेन भवति तर्हि अत्र तादृशप्रतियोगिता निरूपित अनियोगिता आश्रय अभावनिष्ठ स्वरूपसम्बन्ध अवच्छिन्न आदेयता निरूपित अधिकरणतावत् भूतलम् इति तादृशं वाक्यं समीचीनम् अयमेव वाक्यं तत्र लघुरीत्या वदतु लघुरीत्या इति त्यक्त्वा अवच्छिन्ना इति पदम् उपयुज्य संयोगसम्बन्धनिष्ठसांसर्गिक अवच्छिन्न घटत्वावच्छिन्न अवच्छिन्न आदेयता घटत्वावच्छिन्न निरूपित घटनिष्ठप्रतियोगिता तादृशप्रतियोगिता निरूपित अनियोगिता आश्रय अभावनिष्ठ स्वरूपसम्बन्ध अवच्छिन्न आदेयता निरूपित अधिकरणतावत्त्वं भूतले हा इति वक्तुं शक्यते तत्र इतोपि लघ्वीकृत्वा तत्र सांसर्गिक इति अपि त्यक्तुं शक्यते समवायसम्बन्ध अवच्छिन्न घटत्वनिष्ठप्रतियोगिता इति वदामश्चेत् तत्र घटनिष्ठप्रतियोगिता इति वदामश्चेत् तदपि पर्याप्तं भवति, नो चेत् समवायसम्बन्ध अवच्छिन्न इदानीं तत्र समवायः इति मया स्वीकृतं, तत्र चित्रे तदेव दत्तमस्ति इति कृत्वा तदेव स्वीकुर्मः, समवायसम्बन्ध अवच्छिन्न घटत्वावच्छिन्न प्रतियोगितानिरूपित अनियोगिताश्रय अभावनिष्ठस्वरूपसम्बन्धावच्छिन्न अधिकरणतावद्भूतलम्, स्वरूपसम्बन्धावच्छिन्न आधेयतानिरूपित अधिकरणतावद्भूतलम् इति अपि वक्तुं शक्यते, तत्र इतोपि लघ्वी कृत्य तदेव भवन्तः गृहपाठः तद् प्रेषयिष्यामि, तत्र बहवः सम्बन्धाः अस्माभिः अधीताः सन्ति, संयोगसंयोगसम्बन्धः, समवायसम्बन्धः, कालिकासम्बन्धः, अपि च तादात्म्यसम्बन्धः, विषयितासम्बन्धः इति पञ्च सम्बन्धाः स्वीकृत्य तत्र एतादृशवाक्यं प्रत्येकं स्थले, इदानीं घटः भूतले नास्ति केन सम्बन्धेन, संयोगसम्बन्धेन नास्ति इति चेत् तत्र वाक्यं दीर्घमार्गेण कथं भवति अपि च लघुमार्गेण कथं भवति, पुनः समवायसम्बन्धेन घटः भूतले नास्ति इति स्वीकृत्य दीर्घमार्गेण कथं भवति, लघुमार्गेण वाक्यं कथं भवति इति किञ्चिदिव प्रयासः कुर्मश्चेत् इतोपि अस्माकम् अवगमनं वर्धते इति तदेव अस्माकम् अस्मिन् सप्ताहस्य गृहपाठः भवति। अस्तु, समयः जातः, अत्र कोऽपि सन्देहः वर्तन्ते वा? सन्देहः इति नास्ति। अस्तु, तर्हि सर्वेषां वदतु महोदय। अहम् एकम् अवगच्छामि, स्वस्वरूपसम्बन्ध अवच्छिन्न इत्युक्ते कः अर्थः महोदय? स्वरूपसम्बन्धः इति वा? स्वस्वरूपसम्बन्ध अवच्छिन्न आधेयता इति अस्ति, कः अर्थः तत्र? भवान् किं करोतु, इदानीं विं पुटसङ्ख्या वदामि, षड्विंशतितमपुटे स्वरूपसम्बन्धः कुत्र कुत्र भवति इति अस्मिन् विषये किञ्चित् दत्तमस्ति, तद् एकवारं पठतु, किञ्चिदिव तत्र वदामि। अभावः वर्तते, कस्य अभावः? घट अभावः वर्तते, कुत्र वर्तते? भूतले वर्तते। इदानीम् अभावः भूतले वर्तते, केन सम्बन्धेन वर्तते इति पृष्टे सति तत्र स्वरूपसम्बन्धेन वर्तते इति नैयायिकानां मतमस्ति। अभावः द्रव्ये स्वरूपसम्बन्धेन वर्तते, अपि च प्रतियोगिता अस्ति किल, प्रतियोगिनी प्रतियोगितायां तत्र प्रतियोगिता प्रतियोगिनी स्वरूपसम्बन्धेन वर्तते, अपि च अवच्छेदकता अपि तत्र घटत्वे, नो चेत् तत्र जातौ स्वरूपसम्बन्धेन वर्तते। स्वरूपसम्बन्धम् इत्युक्ते दैशिकविशेषणता महोदय, नवविंशतितमे पुटे चित्रमस्ति नवविंशतितमे पुटे चित्रमस्ति इति तेषां मतमस्ति, तद् पठतु एकवारं, पठति चेत् तत्र स्वस्वरूपसम्बन्धेन भवति इति इत्यस्य अवगमनं भवति। अपि तत्र रक्षाबन्ध भगिनी वयं उक्तवती तत्र घटाभाव स्वरूपसम्बन्धेन अनियोगिता अपि तत्र उपयज धारयतु इति। पुनः वदतु भगिनी, मया न श्रुतं। घटाभावे अनियोगिता अस्ति, अस्तु, तदपि स्वरूपसम्बन्धेन, तदपि तत्र लिखतु इति उक्तवती। हा, प्रतियोगिता प्रतियोगिनी स्वरूपसम्बन्धेन वर्तते, अनियोगिता अनियोगिनी स्वरूपसम्बन्धेन वर्तते इति अपि तत्र अवगन्तव्यम् अस्माभिः. सत्यम्. अस्तु, अत्र स्थगयामः. इतोपि किञ्चित् अग्रे अग्रिमवर्गे पश्यामः. सर्वेषां नाम धन्यवादः. धन्यवादः महोदय. नमस्कारः.